गुरुविष्णुगुरुदेवो महेश्वरगुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कालिकपरत्वं कालिक अपरत्वम् इति अस्तु तर्हि तत्र गतवर्गे वयं तत्र दिक् कृत परत्वम् अपरत्वं किम् इति दृष्टवन्तः तत्र दिक् कृतपरत्वम् अपरत्वं मध्ये तत्र यः समीपः अस्ति तस्मिन् अपरत्वम् अस्ति यः दूरः अस्ति सः तस्मिन् तत्र अपरत्वम् अस्ति इति दृष्टवन्तः अत्र तत्रापि वयं दृष्टवन्तः तत्र विपरीततया भवितुम् अर्हति यत् यदि तत्र यः यस्य कृते तत्र परत्वम् अपरत्वम् अस्ति तस्य स्थानं यदि तत्र परिवर्तते तदा तत्र विपरीततया आगच्छति नाम यः इदा पूर्वं दूरमासीत् इदानीं समीपः अस्ति एतत् सर्वं भवति किन्तु तादृशं तत्र कालिकपरत्वम् अपरत्वे न भवति इति दृष्टवन्तः किन्तु तत्र कालिकपरत्वं नाम किम् इति तस्य विषये तत्र व्याख्यानेषु बहु किमपि न उक्तम् इति कृत्वा अत्र विद्याधरी ग्रन्थस्य लेखकः अत्र किञ्चित् स्वशब्दैः तत्र स्पष्टीकरणार्थं वदति अतः तत्र सूर्यक्रियाः उपयुज्य तत्र परत्वं नाम किम् इति कालिकपरत्वं नाम किम् इति अत्र उक्तमस्ति अस्तु तर्हि तत्र पुनः एकवारं तत् पठामः तर्हि अस्तु तर्हि तत्र हा अनिता भगिनी आरम्भं करोति वा परन्तु इति आरभ्य आम् परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं काश्चन क्रियाः रामशरीरे आगताः तासाम् आश्रयः लक्ष्मणशरीरं नैव भवितुम् अर्हति कथं हि तत् अनुत्पन्नमेव क्रियायाणाम् आश्रयः भवेत् काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रियासम्बन्धम् इति रामः ज्येष्ठः इति व्यवह्रियते रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः भवति इति इत्युक्ते अत्र लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्य क्रिया या क्रिया लक्ष्मणशरीरे सा रामशरीरे अपि आगताः परन्तु रामशरीरे अधिकाः क्रियाः ततः पूर्व काश्चन क्रिया रामशरीरे आगताः तत् रामशरीरे अधिकाः क्रियाः तासाम् आशय लक्ष्मणशरीरं नैव भवितुम् अर्हति या क्रिया या अधिकाः क्रियाः रामशरीरे अनुभूताः तासां क्रियाणां रामशरीरे तासां क्रियाणां लक्ष्मणशरीरे न आश्रयः इति लक्ष्मणशरीर शरीरम् आश्रयं तत्र आश्रयः न भवितुम् अर्हति न भवति लक्ष्मणस्य शरीरेण न अनुभूताः ताः क्रियाः इति ताश्च काश्चन क्रिया रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रियासम्बन्धम् इति अतः रामः ज्येष्ठः इति व्यवहारः इति व्यवह्रियते इत्युक्ते अतः रामः ज्येष्ठः इति रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः इत्युक्ते तत्र लक्ष्मणस्य शरीरे न्यूना क्रिया रामशरीरसम्बन्धक्रियापेक्षया अतः लक्ष्मणः कनिष्ठः भवति कालसादृश पश्यामः चेत् लक्ष्मणः कनिष्ठः भवति रामः ज्येष्ठः भवति इति इत्युक्ते संक्षिप्तरूपेण रामशरीरेण अधिका क्रिया अनुभूताः अतः कालपरिमाणेन तत्र रामः ज्येष्ठः लक्ष्मणः कनिष्ठः इति सारांशीचीनं नाम तत्र परत्वम् अपरत्वम् इति विषये तत्र किमपि मापनं भवेत् खलु मेजर्मेण्ट् तर्हि तत्र पूर्वं तत्र वयं तत्र किं तत्र मापनं तत्र केन अभवत् तत्र किमुक्तं तत्र फलका फलकानां तत्र त्रिंशत् फलकाः अपि मैत्रस्य कृते तदनन्तरं तस्य अधिकाः पञ्चफलिकाः फलकाः अधिकाः आसन् अतः फलकानां तत्र मार्गेण तत्र परत्वम् अपरत्वं निर्दिष्टमासीत् किन्तु इदानीं तत्र किमपि किं भवेत् इति इत्युक्ते अत्र सूर्यस्य क्रियायाः तत्र सूर्यस्य क्रिया साक्षात् सूर्ये एव भवति किन्तु कालिकसम्बन्धेन वयं गतवर्गे दृष्टवन्तः सूर्यस्य क्रियाः तत्र यः कोऽपि तस्मिन् समये अस्ति अतः एव कालिकसम्बन्धः तस्मिन् समये सः अपि नाम पुरुषः वा महिला वा यः कोऽपि जीवः अस्ति तस्मिन् सः अपि तत्र सूर्यस्य क्रियायाः आश्रयः भवितुमर्हति इति वयं दृष्टवन्तः परम्परसम्बन्धेन अतः तत्र क्रियाः अनुभूताः इति वक्तुं शक्नुमः अथवा क्रियाः तस्मिन् आसन् अथवा अस्ति इति अतः तत्र याः क्रियाः अधिकाः क्रियाः रामशरीरेण अनुभूताः इति कृत्वा तत्र क्रियाणाम् आधारेण वयं तत्र आधिक्यं नाम तत्र परत्वम् अपि अपरत्वम् इति वक्तुं शक्नुमः परत्वम् इति एव तत्र ज्येष्ठता अतः रामः ज्येष्ठः अपरत्वं नाम कनिष्ठता अतः लक्ष्मणः एव कनिष्ठः इति भवति अतः तत्र रामे तत्र परत्वम् अस्ति लक्ष्मणे अपरत्वम् अस्ति इति भवति समीचीनं भगिनि धन्यवादः अत्र कोऽपि प्रश्नः अस्ति वा एतावत् कालिकसम्बन्धम् उपयुज्य साक्षात् क्रिया लक्ष्मणे अस्ति रामे अस्ति अपि इति वक्तुं शक्नुमः अथवा तत्र अनुभूता इति अपि स्वीकृत्य अपि वक्तुं शक्नुमः इति अतः एतत् उदाहरणं स्वीकृत्य तत्र स्पष्टता स्पष्टीकरणं कर्तुम् इच्छति तत्र लेखकः अस्तु तर्हि कोऽपि प्रश्नः नास्ति चेत् अग्रे सरामः तर्हि तत्र शोभा भगिनी अग्रे पठति वा आं महोदय तथा च तादृशाधिकसूर्यक्रिर क्रियावती शरीरे परत्वाख्यः गुणः तादृशन्यूनक्रियावति शरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः महाकालनिरूपणाधीनौ एतौ गुणौ तदुपाधिभूताः याः स्वरविक्रियाः अस्तु तत्र पृष्ठसङ्ख्या अपि दत्तमस्ति 56 इति तान् निरूपणाधीनौ च अतः कालिकपरत्वं कालिक अपरत्वम् इति च तयोः संज्ञा सर्वं च एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति अस्तु तत्र तादृश अधिकसूर्यक्रियावतिशरीरे क्रियावतिशरीरे इति तत्र सप्तमी भवति तादृश अधिकृतसूर्यक्रियावत् क्रियावान् शरीरं वा महोदय क्रियावत् शरीरम् अतः क्रियावतिशरीरे परत्वाख्यः गुणः परत्व आख्यः आख्यः इत्युक्ते तत्र उल्लेखः इति नाम परत्वाख्यः इति परत्वम् इति नामेन यत् जानीमः गुणः अतः परत्व आख्यः गुणः तादृश शून्यक्रियावतीशरीरे च अपरत्वाख्यः गुणः इति दृष्टवन्तः इदानीं पर्यन्तं यथा तत्र रामस्य शरीरे पर किं तत्र परत्व अपरत्व इति परत्वम् इत्युक्ते तत्र अधिकम् इति अपरत्वम् इत्युक्ते न्यूनम् इति भवति अतः अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते इत्युक्ते एतावता यत् पठितं रामे अधिकाः सूर्यक्रियाः सन्ति तस्य शरीरे अपि च लक्ष्मणः यतोहि अनन्तरम् उत्पन्नः इत्यस्मात् तस्य शरीरे न्यूनानि सूर्यक्रियाः सन्ति अतः तत्र परत्वं रामे अस्ति अपरत्वं लक्ष्मणे अस्ति सर्वदा अस्ति किं ज्येष्ठे परत्वं कनिष्ठे अपरत्वम् इति तदेव वैशेषिकैः अङ्गीक्रियते ते अङ्गीकुर्वन्ति एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः इत्युक्ते तत्र वैशेषिकैः अपि नैयायिकैः अपि यत्र ज्येष्ठः कनिष्ठः इति व्यवहारः भवति एतेन आधारेण एव भवति बोध्यः इति महाकालनिरूपणाधीनौ एतौ गुणौ महाकालनिरूपण आधीनौ एतौ गुणौ तद् उपाधिभूताः याः रविक्रियाः ओके तर्हि तत्र महाकालः इति तु विभुः अस्ति विभुः द्रव्यम् अपि च तस्मिन् कोऽपि उपाधिः मन्तव्यं भवति नास्ति किन्तु मन्तव्यं भवति तर्हि निरूपण अधीनौ एतौ गुणौ तद् उपाधिभूताः याः रविक्रियाः इदानीं तत्र काले रविक्रियाः कालस्य उपाधिं कुर्वन्ति अतः तदा तन्निरूपण अधीनौ तन्निरूपण अधीनौ च तर्हि तत्र काले अपि च तन्निरूपण अधीनौ इत्युक्ते इदानीं तत्र ज्येष्ठः कनिष्ठः इति एव विषयः इति चिन्तयामि समीचीनं भगिनि नाम तत्र कालस्य उपाधि नाम एषः क्षणः अथवा तत्र कालस्य भागः नाम संवत्सरः मासः एतत् सर्वं कथं भवति इत्युक्ते तत्र क्रिया नाम रविक्रिया उपयुज्य एव तत्र कालस्य मापनं भवति खलु अतः तत्र एताः क्रियाः एव तत्र तत्र तत् उपाधिभूताः याः रविक्रियाः तन्निरूपणाधीनौ च नाम तत्र रविक्रियाः एव तन्निरूपण आधीनौ इति तत्र महोदय सत्यं भगिनि हा अतः तत्र नाम तत्र महाकालस्य निरूपणाधीनौ एतौ गुणौ तद् उपाधिभूताः याः रविक्रियाः तन्निरूपणाधीनौ च अतः तत्र महाकालस्य निरूपण अधीनौ एतौ गुणौ अपि रविक्रियाः अपि निरूपण अधीनौ च इति भवति खलु हा इत्युक्ते तत्र परत्वाख्यगुणः अपि च शून्यत्व अपरत्वाख्यगुणः एतौ गुणौ महाकालनिरूपण अधीनौ एतौ गुणौ इति तत्र इत्युक्ते परत्व अपरत्वाख्यगुणः तद् उपाधिभूताः याः तद् उपाधिभूताः इदानीं ते एव उपाधिं कारयन्ति इति तद् उपाधिभूताः याः रविक्रियाः कालेन उपाधिभूताः खलु महोदय कालस्य उपाधिभूता कालस्य उपाधि कालस्य उपाधि एतेन कालः एव उपाधिं प्राप्नोति कालस्य उपाधिभूताः याः रविक्रियाः तन्निरूपण अधीनौ च ते अपि तत्र नाम गुणौ एव इदानीं तत्र न रविक्रियाः अपि रविक्रियाः महाकालस्य निरूपण अधीनौ एतौ गुणौ अपि च रविक्रियाः अपि इति वा हा तत्र अधीनौ इति उक्तत्वात् तत्र सत्यं भगिनि हा किन्तु तत्र अधीनौ इति द्विवचने अस्ति खलु किन्तु रविक्रियाः इति बहुवचने अस्ति तर्हि एतौ गुणौ तदुपाधिभूताः याः रवि तदुपाधिभूताः रविक्रियाः तन्निरूपण अधीनौ च ओ अस्तु तत्र निरूपण अधीनौ एतौ गुणौ महाकालनिरूपण अधीनौ तदुपाधिभूतरविक्रिया तन्निरूपण अधीनौ च इति रविक्रिया तन्निरूपण अधीनौ च इति न भवति वा तत्र महोदय कालनिरूपण अपि च रविक्रिया निरूपण इति अस्ति वा अपरत्वाख्यगुण तत् अस्ति तेन तत्र गुणौ इति उक्तम् एतौ गुणौ इत्युक्ते महाकालनिरूपणाधीनौ एतौ गुणौ इत्युक्ते महाकालनिरूपण आधीनौ अधीनौ इत्युक्ते तस्य अधीने अधीने सः इति तद् अपि च किन्तु तत्र च इति अन्यत् अपि अस्ति खलु तद् उपाधिभूताः याः रविक्रियाः तन्निरूपण अधीनौ च इति तत्र द्वित्र निरूपण अधीनौ इति आगच्छति तत्र अतः ज्येष्ठकनिष्ठौ इति अस्ति वा ज्येष्ठकनिष्ठ हा तत्र तदेव अस्ति किन्तु तत्र पृष्ठसङ्ख्या 56 मध्ये किम् अस्ति तत्र कालस्य उपाधिनिरूपणं कालस्य उपाधिनिरूपणम् अस्ति हा तत्र प्रायशः द्रष्टव्यमस्ति अस्तु तर्हि तत्र अग्रिमे वर्गे चर्चयामः भगिनि तत्र किम् अतः कालिकपरत्वं कालिक अपरत्वम् इति च तयोः संज्ञा कालिकपरत्वं कालिक अपरत्वम् इत्युक्ते तत्र यथा तत्र ज्येष्ठः कनिष्ठः इति रामः रामे कालिकपरत्वम् अस्ति लक्ष्मणे कालिक अपरत्वम् इति संज्ञा भवति इति चिन्तयामि तत्र सर्वं स्वेच्छा एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति तत्र आहत्य तस्य अर्थः भवति इति हा तर्हि तत्र समीचीनं भवति नाम अतः तत्र परत्वम् अपरत्वम् इति यत् गुणाः सन्ति ते कालिकगुणाः सन्ति अपि तत्र कालिकपरत्वं कालिक अपरत्वम् इति एव तत्र तेषां नामकरणं भवति हा इति हा अग्रे सर्वम् एतत् च एतत् अभिसन्धाय हा इति मनसि सर्वं च एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतं कालकृतम् अपरत्वम् इति हा तावदेव उक्तं तत्र किन्तु सत्यं नाम तत्र ज्येष्ठे नाम कालकृतपरत्वम् इति गुणः अस्ति गुणस्य तत्र आश्रयः नाम तत्र द्रव्यं भवेत् तत्र परत्वम् इति ज्येष्ठे अस्ति ज्येष्ठे नाम रामः रामे परत्वं रामः ज्येष्ठः अतः ज्येष्ठे परत्वं लक्ष्मणः कनिष्ठः तर्हि लक्ष्मणे कनिष्ठे कालकृत अपरत्वम् इति गुणः वर्तते इति तावदेव हा समीचीनं भगिनि हा अस्तु अस्तु तर्हि अग्रे सरामः तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा तत्र किम् अभवत् हा महोदय तथा च तादृश अधिकार अधिकारः तादृश एतादृशपदार्थे सिद्धे इति भगिनि अत्र तदा च तादृश अधिक भगिनि अत्र एतादृशपदार्थे सिद्धे च लक्ष्मणमपि सुगमम् तदादौ दिकृतपरत्वापरत्वयोः लक्ष्मणे चिन्तयामः ते च परत्व अपरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते तादृशव्यवहारेण श्रोतुः ज्ञान उत्पद्यते तत्र परत्व अपरत्वे प्रकारतया चैत्रम् मैत्रौ विशेष्यविधया च अवभासते अवभास्येते प्रकारता अवच्छेदकं च परत्वं परत्वत्वम् अपरत्वत्वं जातिद्वयम् एतादृश पदार्थे इत्युक्ते अपरत्व अपरत्वकालिकपरत्व अपरत्वे वा अत्र रामलक्ष्मणः केवलं परत्वे अपरत्वे नाम परत्वे नाम अधिकृतपरत्वे कालिकपरत्वे अधिकृतपरत्वे परत्वे इति एकः पदार्थः अपरत्वम् इति पदार्थः एतादृश पदार्थे सिद्धे विकृत परत्वे यदा कालकृतपरत्वे तादृशपदार्थे सिद्धे च लक्षणमपि सुगमं तादृशं वर सिद्धे चेत् लक्षणं कर्तुं सुगमं सौकर्यमस्ति समीचीनं भगिनि नाम एतावत् तत्र कालकृतः नाम परत्वं नाम किम् अपरत्वं नाम किं कालिकं परत्वं द्विकृतपरत्वं द्विकृत अपरत्वं किम् इति एतावत् विवरणं दत्तमस्ति अतः इदानीम् अस्माकं मनसि स्थापितमस्ति अपरत्वम् इति गुणः वर्तते इति इदानीम् अग्रे तस्य लक्षणं लक्षणं नाम तत्र प्रथमतया तत्र गन्धः गन्ध नाम किम् इति किञ्चित् उक्त्वा तदनन्तरमेव तत्र गन्धस्य लक्षणम् अथवा पृथिव्याः लक्षणम् एतत् सर्वं कुर्मः खलु अतः इदानीं लक्षणं नाम परत्वस्य लक्षणं किं लक्षणवाक्यं किम् अपरत्वस्य लक्षणवाक्यं किम् इति इदानीं सुलभतया अवगन्तुं शक्नुमः इदानीं परत्वम् अपरत्वम् इति विषयम् अवगतम् अतः अनन्तरं लक्षणं कर्तुं शक्यते इति सत्यं भगिनि तदादौ दिक्कृतपरत्व अपरत्वयोः लक्षणे चिन्तयामः प्रथमं दिक् काल अत्र कालकृतम् अस्ति दिक्कृतमस्ति अतः प्रथमं दिक्कृत अपरत्वम् अपरत्वविषये चिन्तयामः लक्षणं कर्तुं ते च परत्व अपरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते प्रथमं अत्र परत्व अपरत्व ज्ञानम् आवश्यकम् कः चैत्रः कीदृ कथं परः मैत्रः अपरः कथम् इति दिक् कृत परत्व अपरत्वविषये ज्ञानं प्राप्य अनन्तरं लक्षणविषये अथवा नाम कोऽपि यदि तत्र यदि कोऽपि वदति चैत्रः परः मैत्रः परः अपरः इति वदति चेत् तस्मिन् तत्र परत्व अपरत्वस्य ज्ञानम् अस्ति खलु तदा एव एतादृशं वदति अतः एतादृशव्यवहारः भवति यतोहि परत्वम् अपरत्वम् इति गुणौ स्तः गुणौ स्तः इति ज्ञात्वा इति ज्ञानम् अस्ति तस्य. समीचीनं. हा तादृशव्यवहारेण श्रोतुः ज्ञान उत्पद्यते. एतादृशव्यवहारं कर्तुं समये श्रोतुः मनसि परत्ववृत्तविषये ज्ञान भविष्य तत्र परत्वावृत्ते प्रकारतायाः प्रकारतया तत्र परत्वावृत्ते प्रकारतया चैत्रमैत्रौ विशेषविधया च अवभासते. अवभासते तत्र परत्वावृत्ते प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासते इत्युक्ते अवभासते इत्युक्ते अवगच्छति इति अवगमनं. अवभासते नाम नाम अवभासते इति नाम श्रोतुः मनसि ज्ञानमस्ति खलु. श्रोतुः मनसि ज्ञानमस्ति नाम तस्य ज्ञानं किम् अस्ति? चैत्रः चैत्रः परः मैत्रः अपरः इति ज्ञानमस्ति खलु. तर्हि ज्ञानस्य विषयः कः? परत्वापरत्वज्ञानम् अत्र एव काल श्रोतु न न श्रोतुः मनसि श्रोतु श्रोतुः ज्ञानमस्ति खलु. कस्मिन् विषये ज्ञानमस्ति? चैत्रः अपरत्वम् अपरत्वं चैत्रः मैत्रः इति विषये ज्ञानमस्ति तस्य खलु. तर्हि विषयः कः इत्युक्ते ज्ञानस्य विषयः कः इत्युक्ते परत्वम् अपरत्वं चैत्रः मैत्रः अपि खलु. केवलं परत्वम् अपरत्वम् इति नास्ति खलु. यतोहि चैत्रः परः मैत्रः अपरः इति अतः अतः तादृशज्ञानमस्ति. इदानीं तत्र यदि वयं जानीमः नाम तत्र अयं घटः इति ज्ञानमस्ति चेत् अयं घटः कीदृशमस्ति इति ज्ञानं प्रथमम् आवश्यकम्. अस्तु अस्तु हा ज्ञा घटः अस्ति अस्तु घटः अस्ति अपि अथवा तत्र घटः अस्ति अतः अयं घटः इति ज्ञानं. तर्हि तत्र विषयः अस्ति ज्ञानस्य विषयः अस्ति घटः खलु. तत्र मनसि पूर्वप्राप्तं ज्ञानं खडः कीदृशः भवति इति पूर्वं ज्ञातः पूर्वं मास्तु पूर्वमिति मास्तु किन्तु केवलं घटः अस्ति चेत् तत्र ज्ञानस्य ज्ञानं कीदृशम् अयं घटः इति ज्ञानं तावदेव खलु. अस्तु तावदेव. इदानीं तत्र चैत्रः अस्ति चैत्रः अस्ति मैत्रः अस्ति सः चैत्रः सः मैत्रः अस्तु सः मैत्रः अस्तु अत्र ज्ञानं कीदृशम् अस्ति अयं चैत्रः चैत्रस्य अयं चैत्रः अयं मैत्रः इति एव ज्ञानम् एतावत्. इदानीं यदि भवती वदति नाम चैत्रः परः इति वदति चेत् तदा किम् अस्ति चैत्रे किम् अस्ति परत्वम् इति अस्ति खलु. चैत्रे परत्वम् इति अस्ति. इदानीं श्रोतुः अत्र अस्ति श्रोतुः अत्र अस्ति श्रोतुः ज्ञानं भवति श्रोतुः ज्ञानं भवति ज्ञानस्य विषयः अस्ति चैत्रः परः. तर्हि चैत्रे परत्वम् अस्ति इति अपि ज्ञानमस्ति खलु तस्य श्रोतुः. तर्हि तत्र परत्वं कस्य परः न चैत्रः परः इति तत्र विशेष्यं किं विशेषणं किम् चैत्रः इति विशेष्यं विशेषणं परः इति हा अपि शास्त्रं नाम परः इति विशेषणवाचकपदं यथा तत्र उन्नतः बालकः इति वदामः चेत् बालके किम् अस्ति हा तथैव तत्र चैत्रः परः इति वदामश्चेत् चैत्रे साक्षात् किम् अस्ति परत्वं परत्वम् अस्ति हा तर्हि परत्वम् इति तत्र विशेषणं साक्षात् विशेषणं भवति चैत्रः इति विशेष्यः तर्हि ज्ञानस्य तत्र रेखा आसीत् खलु नाम विषयता विषयतायाः त्रैविध्यम् आसीत् नाम चैत्रे तत्र विषयता तत्र विशेष्यता इति उक्तवन्तः स्मरति वा भगिनि नाम विषयता नाम चैत्रे विषयता अस्ति विषयः विषयता इति तस्य यतोहि चैत्रः विशेष्यम् अथवा विशेष्यः अस्ति तर्हि विषयतायाः नाम विशेष्यता तत्र प्रकारता प्रकारिता एतत् सर्वं पूर्वम् उक्तं खलु अतः तत्र परत्वे प्रकारता अस्ति चैत्रे विशेष्यता अस्ति अपि तत्र परत्वम् इति केन सम्बन्धेन चैत्रे भवति परत्वे प्रकारता चैत्रे विशेष्यता हा अपि तत्र परत्वं केन सम्बन्धेन चैत्रे अस्ति लिक् सम्बन्धेन न न परत्वम् इति कीदृशपदार्थः द्रव्यं वा किम् अस्ति गुणः द्रव्ये केन सम्बन्धेन भवति समवायसम्बन्धेन उत्तमम् उत्तमम् अतः समवायसम्बन्धः अपि अस्ति अत्र तस्य अपि अस्माकं ज्ञानमस्ति तत्र संसर्गता इति अस्ति तत्र परत्वे प्रकारता चैत्रे विशेष्यता सम्बन्धे प्रकारता संसर्गता संसर्गता इति अस्ति संसर्गता इति अस्ति अतः तत्र परत्वं कथं भासते प्रकारतया परत्वं परत्व अपरत्वे तत्र केवलं परत्वं स्वीकुर्मः परत्वं प्रकारतया अवभासते चैत्रः विशेष्यविधया अवभासते नाम भासते नाम दृश्यते अवभासते नाम तत्र श्रोतुः मनसि तस्य ज्ञानं तत्र ज्ञानस्य रेखा तत्र विशेषता अत्र अस्ति प्रकारता तत्र गच्छति इति एव तावदेव उक्तं तत्र परत्व अपरत्वे प्रकाश प्रकारतया चैत्रमैत्रौ विशेष्य विधया अवभासते यथा चैत्रे विशेष्यता अस्ति परत्वे प्रकारता अस्ति तथैव मैत्रे किम् अस्ति मैत्रे अपि विशेष्य हा विशेषता अस्ति अपि कस्मिन् मैत्रे किम् अस्ति मैत्र प्रकारता अपि अस्ति मैत्रे किम् अस्ति अपरत्वम् हा अपरत्वम् अस्ति अपरत्वम् अस्ति तस्मिन् तत्र तस्मिन् तत्र प्रकारता भवति अपरत्वस्य प्रकारता अस्ति हा अपरत्वस्य प्रकारता अस्ति हा इति अतः प्रकारता अवच्छेदकं परत्वम् अपरत्वम् परत्वत्वम् अपरत्वत्वं जातिद्वयं परत्वस्य जातिः अस्ति परत्वत्वम् अपरत्वस्य जातिः अस्ति अपरत्वत्वम् प्रकारता अवच्छेदकं द्वयमपि प्रकारता अवच्छेदकम् अपरत्वत्वम् इति जातित्वत्वं जातिद्वयमपि द्वयं प्रकारतायाः अवच्छेदकं भवन्ति एकः अपरः एकः परः समीचीनम् एतत् किमर्थम् उक्तम् इत्युक्ते अग्रे लक्षणवाक्यं लक्षणवाक्यं समीचीनवाक्यं तत्र तस्य निरूपणं कर्तुम् तत् सर्वम् आवश्यकं भवति सर्वं दृष्ट्वा अतः एकनिमिषं तत्र लक्षणवाक्यं यदासीत् पूर्वं तद् पश्यामः नाम तत्र पर अपर व्यवहार असाधारणकारणं परत्वम् अपरत्वम् इति तत्र द्विवचने उक्तं तावदेव अतः पर अपर व्यवहार परः अस्ति अपरः अस्ति इति व्यवहारस्य असाधारणकारणम् अस्ति परत्वम् अपरत्वम् इति गुणः इति अत्र लक्षणवाक्यम् अस्ति तत् कथं सङ्गच्छति इति अग्रे पश्यामः अस्तु इति इदानीं ओ क्षम्यताम् अतः एतत् सर्वं वयं कृतवन्तः इदानीं तत्र अस्माकं लक्षणवाक्यम् आगच्छति अस्तु तर्हि अग्रे तर्हि तत्र मृणानिनी भगिनी अग्रे पठति वा धन्यवादः भगिनी चन्द्रमसि भगिनी तथा च चैत्रमैत्रत्वावच्छिन्न विशेष्यतानिरूपित परत्वत्व अपरत्वत्वावच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ कार्यतानिरूपित कारणताश्रय शब्दप्रयोगनिष्ठकार्यता निरूपित कारणताश्रयत्वं परत्वस्य अपरत्वस्य च लक्षणम् अत्र परत्वत्व अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके किन्तु ज्ञानभेदेन विभिन्नप्रकारतयोरेव तथापि व्याख्यासौकर्याय उक्तम् इत्थमेव कालकृतपरत्वापरत्वयोः लक्षणे चिन्ते अत्र चैत्रमैत्रत्वावच्छिन्न वाक्यं किं करोमि आदौ तत् पठामः वा तत्र चित्रं दृष्ट्वा किञ्चित् विवृणोतु भगिनि नाम तत्र परत्वम् इति एतावत् प्रथमतया तत्र स्थूलरूपेण वदामः तत्र परत्वम् इति कदा नाम तत्र कोऽपि वदति चैत्रः परः इति तदा किं भवति तत्र परत्वमिति प्रकारः चैत्रे अस्ति इति ज्ञानं हा नाम श्रोतुः मनसि तदा ज्ञानम् उत्पद्यते खलु चैत्रः परः इति ज्ञानम् उत्पद्यते तर्हि वक्ता किं कृतवान् शब्दप्रयोगं कृतवान् खलु सः तत्र शब्दप्रयोगः एतदेव व्यवहारः खलु नाम ज्ञानजनकशब्दप्रयोगः एव व्यवहारः खलु अतः एव तत्र शब्दप्रयोगः एतत् सर्वम् अस्ति खलु व्यवहारनाम शब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः तर्हि एतं भागं स्वीकृत्य किञ्चित् वदतु तर्हि तत्र किम् अस्ति व्यवहारनाम किम् व्यवहारनाम ज्ञानजनकशब्दप्रयोगः तर्हि शब्दप्रयोगे कारणता अस्ति ज्ञानम् उच्यते तर्हि ज्ञाने कार्यता अपि तत्र कार्यता कारणता तयोः मध्ये निरूप्य निरूपकभावः वर्तते उत्तमं इदानीं तत्र शब्दप्रयोगस्य कारणं नाम तत्र शब्दप्रयोगस्य कारणम् अग्रे कुर्मः किन्तु पूर्वं कीदृशं ज्ञानमस्ति इति चिन्तयामः तत्र वक्ता उक्तवान् तेन तत्र श्रोतुः मनसि कीदृशं ज्ञानं जातम्? चैत्रः चैत्रः परः परः इति ज्ञानं, तर्हि चैत्रः परः इति ज्ञाने तत्र के के विषयाः सन्ति? तत्र परत्वमिति ज्ञानम् आगच्छति, चैत्रे परत्वम् इति विषयः, परत्वमिति विषयः ज्ञाने अस्ति, ज्ञाने परत्वमिति विषयः ज्ञाने अस्ति, आम्, नाम अयं घटः इति वदामश्चेत् तत्र ज्ञानं भवति, अयं घटः इति ज्ञानं, तस्य ज्ञानस्य विषयः अस्ति घटः, ज्ञानं भिन्नमस्ति, घटः विषयः खलु, साक्षात् पदार्थः विषयः, हा घटः इति पदार्थः लोके अस्ति, किन्तु कस्यचित् ज्ञानमस्ति, ओ एषः घटः इति, तर्हि ज्ञानं तस्य मनसि अथवा आत्मनि अस्ति, अतः ज्ञानं भिन्नं विषयः भिन्नं, भिन्नः खलु, हा अतः अत्र ज्ञानमस्ति, कस् ज्ञानस्य विषयः कः इति एव वयं वदामः, अतः अत्र ज्ञानस्य विषयः चैत्रः परः इति अस्ति, तर्हि चैत्रः इति विषयः अपि चैत्रे किम् अस्ति? परत्वं, परत्वम् इति अस्ति, हा तर्हि चैत्रः किं भवति, नाम चैत्रे किम् अस्ति? परत्वस्य आधारः चैत्रे आधारः भावः, अतः चैत्रः विशेष्यः खलु, चैत्रः विशेष्यं, परत्वम् इति विशेषणम्, ओ विशेषणम् आम् खलु, चैत्रः नाम वयं रक्तः घटः इति वदामः चेत् तत्र रक्तवर्णः तत्र विशेषणं, घटः विशेष्यं खलु, तथैव तत्र परः चैत्रः परः, तत्र चैत्रः एव विशेष्यः, परः इति विशेषणम् अत्र अस्ति, तर्हि परत्वम् इति चैत्रे अस्ति, तर्हि तत्र परत्वमपि विषयः अस्ति, चैत्रः अपि विषयः अस्ति ज्ञानस्य, खलु, केवल अयं चैत्रः इति ज्ञानं नास्ति खलु, केवलं चैत्रः इति विषयः अस्ति चेत् ज्ञानस्य रूपं कीदृशं भवति? एषः चैत्रः अथवा अयं चैत्रः भवति, किन्तु इदानीं ज्ञानं कीदृशम् अस्ति? चैत्रः परः, परः इति अस्ति, अतः परत्वमपि ज्ञानस्य विषयः अस्ति खलु, आं ज्ञानस्य विषयः परत्वमपि, न तर्हि इदानीं तत्र परत्वे परत्वत्वं वर्तते तथा प्रकारता वर्तते, हा केवलं तत्र यद्यपि लक्षणवाक्ये परत्वम् अपरत्वं द्वयमपि स्थापितं, वयं केवलं परत्वस्य वाक्यं वदामः, तदनन्तरम् अपरत्वस्य वाक्यं समानवाक्यं वदामः, तर्हि तत्र किं किम् अस्ति तत्र, अतः आरभ्य तत्र लक्षणं नाम किं, परत्वम् इति परत्वस्य लक्षणम् इत्युक्ते अतः आरभ्य इतः आरभ्य परत्वं पर्यन्तं गन्तव्यमस्ति, नाम परत्वे परत्वम् इति लक्ष्यमस्ति, लक्षणं कुत्र वर्तते, लक्षणं विषये चैत्रे लक्ष्ये, न लक्षणं लक्ष्ये वर्तते, अत्र अस्माकं लक्ष्यम् अस्ति परत्वं, तर्हि लक्षणं परत्वे भवेत्, कोऽपि पदार्थः यः परत्वे अस्ति सः एव लक्षणरूपेण स्वीकुर्मः वयम्, अतः इदानीं वक्तव्यमस्ति परत्वे किम् अस्ति तेन वयं अन्येभ्यः अन्येभ्यः परत्वं तत्र अभिन्नम् इति वक्तुं शक्नुमः. अन्येभ्यः परत्वं भिन्नं नाम एतत् केवलं परत्वे अस्ति, परत्वे सर्वत्र वर्तते, अन्यत्र पर्वत्वं विहाय अन्यत्र कुत्रापि नास्ति इति वक्तव्यं खलु. तदेव लक्षणम्. अतः इदानीं तत्र परत्वं पर्यन्तं गन्तव्यम् अस्ति. अतः तर्हि चैत्र तत्र चैत्रत्व चैत्रत्व अवच्छिन्न विशेष्यता निरूपित अपरत्वावच्छिन्न परत्वावच्छिन्न परत्वावच्छिन्न प्रकारतानिरूपित प्रकारतानिरूपक प्रकारतानिरूपक ज्ञाननिष्ठ नाम निरूपकं प्रकारतां निरूपयति ज्ञानं, विशेष्यतामपि निरूपयति ज्ञानम्. अतः तादृशज्ञानं प्रकारतानिरूपकज्ञाननिष्ठ ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रय शब्दप्रयोग शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयत्वं परत्वस्य लक्षणम्. तर्हि वदतु स्वशब्दैः तत्र किम् उक्तमस्ति इति. चित्रमपि दृष्ट्वा किञ्चित् वदतु तर्हि तत्र किम् उक्तमस्ति अत्र. आम्, तर्हि परत्वं तथा चैत्रः इति ज्ञानस्य विषयः. सम्यक्, विषयद्वयं. तर्हि परत्वे परतत्वं परत्वत्वं वर्तते इति गुणः, तस्य जातिः जातिः परत्वे वर्तते. तथा प्रकारता अपि वर्तते परत्वे, यतोहि विषयः अस्ति परत्वं विषयः अस्ति. उत्तमं, विषयः अस्ति. अनन्तरं चैत्रे चैत्रत्वम् इति जातिः, तथा विशेष्यता अपि चैत्रे. तर्हि तत्र चैत्रत्व चैत्रत्वावच्छिन्न विशेष्यता निरूपित विशेष्यतानिरूपित परत्वत्व अवच्छिन्न प्रकारतानिरूपक निरूपकं ज्ञानम् इति. इदानीं ज्ञाने कार्यता वर्तते, अतः ज्ञाननिष्ठकार्यता ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयः शब्दप्रयोगे शब्दप्रयोगे कारणता अस्ति ज्ञानस्य. तर्हि ज्ञाननिष्ठ किमस्ति, ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयः शब्दप्रयोगे. शब्दप्रयोगे अन्य कार्यता अपि अस्ति. किमर्थं कार्यता अस्ति प्रथमतया वदतु, प्रथमतया वदतु किम् अस्ति इति, तदनन्तरं चिन्तयामः. आमां, कार्यता शब्दप्रयोगेन कार्यम् उत्पद्यते, तत् कार्यम् अस्ति परत्वस्य न वक्तुं शक्नोमि. कारणताश्रयः परतत्वं परत्वं नाम शब्दप्रयोगेन किं भवति, ज्ञानं भवति वा अथवा किं भवति शब्दप्रयोगेन? ज्ञानं भवति शब्दप्रयोगेन. शब्दप्रयोगेन ज्ञानम् उत्पद्यते खलु. अतः शब्दप्रयोगे कारणता अस्ति, ज्ञाने कार्यता अस्ति खलु. किन्तु अत्र किमुक्तं, शब्दप्रयोगे कार्यता अपि अस्ति खलु. शब्दप्रयोगे समानसमये कारणता अपि अस्ति, कार्यता अपि अस्ति. तर्हि तत्र परत्वेन उद्भूतं यत् शब्दप्रयोगः तस्य कार्यता हा तर्हि परत्वे कारणता अस्ति, परत्वे कारणता अस्ति, हा तेन उद्भूता उद्भूतः शब्दप्रयोगः, उत्पन्नः शब्दप्रयोगः। अर्थः कः अत्र? आदौ परत्वस्य ज्ञानम् आवश्यकं, तदा एव अग्रे शब्दप्रयोगः भवति किल, चैत्रः परः इति। तत् सत्यं, किन्तु अत्र परत्वमेव कारणम् इति उक्तं, परत्वं ज्ञानम् इति न उक्तं, परत्वमेव कारणम् इति उक्तं खलु? आमां कारणं, हा नाम परत्वम् इति गुणः नास्ति चेत् एतादृशशब्दप्रयोगः भवति वा? न भवति। हा अतः परत्वम् अस्ति इति, अतः एव परत्वम् इति कारणमस्ति शब्दप्रयोगे। हा अतः तत्र परत्वं शब्दप्रयोगस्य कारणमस्ति, तद् परत्वम् अस्ति इति कृत्वा एव शब्दप्रयोगः भवति, अतः परत्वं कारणमस्ति शब्दप्रयोगं प्रति, अतः परत्वे कारणता अस्ति, शब्दप्रयोगे कार्यता अस्ति इति। अस्तु, अतः कारणता इति यद् अस्ति तस्य आश्रयत्वं, कारणतायाः आश्रयत्वं परत्वे अस्ति, नाम परत्वम् आश्रयः अस्ति साक्षात्, अतः परत्वे आश्रयत्वम् अस्ति, आश्रयत्वं साक्षात् परत्वे अस्ति, एतद् आश्रयत्वम् एव लक्षणं, परत्वस्य लक्षणं, परत्वे अस्ति आश्रयत्वं खलु? इदानीं कारणतायाः आश्रयत्वमेव परत्वस्य लक्षणम् इति वदामश्चेत् दोषः भवति वा? परन्तु कस्य कारणता इति प्रश्नः अपि इति भवति खलु, सर्वेषां कारणता इति, सर्वेषां कारणतायाः आश्रयत्वं परत्वे अस्ति वा? न खलु, सूर्यस्य क्रियायाः कारणं परत्वे अस्ति वा? न, अतः कारणता विशिष्टा अस्ति खलु, तत्र लघ्वी अस्ति कारणता, आश्रय, अतः कीदृशी कारणता इति वक्तव्यम्, अतः एव कारणतायाः विशेषणम् आवश्यकं खलु? हा अतः प्रथमतया किं कुर्मः, तत्र शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयत्वं परत्वे अस्ति इति वदामः, तर्हि किं भवति? तर्हि तत्र अस्तु, शब्दप्रयोगं जनयति इति, परत्वं जनयति इति, अतः शब्दप्रयोगस्य कारणम् अस्ति परत्वम् इति एतावत् चिन्तयामः खलु? तर्हि तत्र सर्वविधशब्दप्रयोगं प्रति परत्वं कारणमस्ति वा? न अतः पुनः किं करणीयम्, केवलं विशिष्टः शब्दप्रयोगः तस्यैव कारणमस्ति परत्वं। तर्हि शब्दप्रयोगः कीदृशः भवेत्? विषयसम्बन्धः, यथा परत्वं तथा चैत्रविषयसम्बन्धं शब्दप्रयोगः। अतः प्रथमतया प्रयोगः कीदृशः भवेत्? ज्ञानजनकः भवेत् खलु? ज्ञानजनकः, अतः शब्दप्रयोगः ज्ञानजनकः। तर्हि ज्ञानजनकशब्दप्रयोगस्य कारणता परत्वे अस्ति इति एतावत् भवति खलु, यदि स्वीकुर्मः कारणता। किन्तु पुनः अस्माकं मनसि आगच्छति किं, यत्किमपि ज्ञानं शब्दप्रयोगेन भवति, ते सर्वे शब्दप्रयोगाः तत्र तेषां कारणं परत्वमस्ति वा इति, अतः तत्र उत्तरं भवति न केवलं यस्मिन् ज्ञाने विषयः कः अस्ति, विषयः चैत्रः तथा परत्वम् अस्ति, अस्ति एतत् सर्वं वदामश्चेत् एव तादृशकारणता इदानीं तत्र कारणतायाः क्षेत्रं न्यूनमस्ति खलु सर्वविधकारणता इति न वदामः सर्वेषां कारणं परत्वम् इति न वदामः केवलम् एकस्य एव कारणम् अस्ति परत्वं शब्दप्रयोगं जनयति कीदृशशब्दप्रयोगं ज्ञानजनकं शब्दप्रयोगं जनयति ज्ञानं कीदृश एतादृशविषयकज्ञानं जनयति इति वक्तव्यं खलु तदेव चित्ररूपेण दत्तम् अपि एतत् दीर्घवाक्येन अपि एतदेव दत्तं खलु कारणतायाः आश्रयत्वं परत्वस्य लक्षणं किं सर्वविधकारणतायाः आश्रयत्वं वा न शब्दप्रयोगनिष्ठकार्यता वदतु भगिनि हा इदानीं सोपानेन अतः आरभ्य सोपानेन एकमेकम् उपयुज्य वदतु तर्हि तर्हि कारणतायाः आश्रयत्वं परत्वम् अत्र सर्वविधकारणतायाः आश्रयत्वं परत्वे वा तर्हि न केवलं शब्दप्रयोग जनक जनक शब्दप्रयोग किं वदामः निष्ठकार्यतानिरूपितकारणता शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतायाः आश्रयत्वं परत्वे परन्तु सर्वविधशब्दप्रयोगनिष्ठकार्यता वा तर्हि न केवलं ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता आश्रयः कारणतायाः आश्रयत्वं परत्वे तर्हि कीदृशं ज्ञानजनकं शब्दप्रयोगः भवेत् तर्हि विषयजनितं शब्दप्रयोगः भवेत् कः विषयः चैत्रः तथा परत्वम् अनयोः किं विषयः विषयौ तत्र ज्ञाने शब्दप्रयोगे तादृशविषयकज्ञानं तादृशविषयकज्ञानजनकशब्दप्रयोगं प्रति कारणम् अस्ति परत्वम् अतः एव तत्र परत्व परः अपरः व्यवहार असाधारणकारणम् तर्हि परः चैत्रः परः इति व्यवहारः ज्ञानजनकशब्दप्रयोगस्य असाधारणकारणं परत्वं नाम साधारणकारणम् इति तत्र दिक् कालः ईश्वरः ईश्वरस्य ज्ञानम् एतत् सर्वम् अस्ति किन्तु एतत् असाधारणकारणम् अस्ति परत्वम् अस्तु समीचीनं भगिनि अस्तु इदानीं तत् एतदेव अन्य कोऽपि वदेत् तर्हि तत्र उषा भगिनी वदति वा धन्यवादः भगिनि भगिनि अस्तु चैत्रे परत्वम् अस्ति चैत्रे परत्वम् अस्ति इति चेत् चैत्रः इति विशेष्यं भवति परत्वम् इति विशेषणवाचकपदं विशेषणवाचकपदम् अपि च विशेषणमेव साक्षात् विशेषणमेव परः इति विशेषणवाचकपदं परः इति विशेषणवाचकपदं परत्वं विशेषणं चैत्रत्वं अवच्छिन्न विशेष्यता अस्ति चैत्रे विशेष्यता अस्ति चैत्रे विशेष्यता अस्ति सो चैत्रत्व अवच्छिन्न विशेष्यता निरूपितज्ञानम् अस्ति तद् ज्ञानम् एव ज्ञानेन एव शब्दप्रयोगं शब्दप्रयोगेन एव ज्ञानं जनयति चैत्रः चैत्रे परत्वम् अस्ति इति शब्दप्रयोगेन ज्ञानं अस्माकं ज्ञानं भवति चैत्रः अपि च परत्वं द्वयोः विषयकं ज्ञानं समीचीनं तर्हि उत्तमं तर्हि तत्र वदतु अग्रे वदतु ज्ञानं चैत्रे परत्वम् अस्ति इति ज्ञानं जनयति. अत्र चैत्रः विशेष्यं चैत्रत्व अवच्छिन्नविशेष्यता निरूपितं ज्ञानम्. अपि च परत्वम् इति यत् विशेषणं तत्र परत्वम् इति एक प्रकारत इति नामकरणं प्रकारता. सो परत्व परत्वत्व अवच्छिन्नप्रकारता निरूपकं ज्ञानं जनयति. सो चैत्रत्व अवच्छिन्नविशेष्यता निरूपित परत्वत्व अवच्छिन्नप्रकारता निरूपकं ज्ञानं. तत् ज्ञानं कीदृशम् अस्ति, ज्ञानम् इति कार्यं भवति, यतोहि शब्दप्रयोगेन एव तत् कार्यं, शब्दप्रयोगेन कार्यम् अस्ति ज्ञानम्. ज्ञानम् शब्दप्रयोगेन जातं ज्ञानमस्ति, समीचीनं. शब्दप्रयोगेन जातं ज्ञानं तदेव कार्यम् अस्ति. सो चैत्रत्व अवच्छिन्नविशेष्यता परत्वत्व अवच्छिन्नप्रकारता निरूपकज्ञानं ज्ञानम् इति अत्र कार्यं ज्ञाननिष्ठकार्यता निरूपित कारणतायाः आश्रयः शब्दप्रयोगः. तद् शब्दप्रयोगः एव परत्व परत्वम् इति यद्गुणः अस्ति तथा एव वयं गुणः अस्ति इत्येव शब्दप्रयोगं वयं वक्तुं शक्नुमः. शब्दप्रयोगं कुर्मः चैत्रः परत्व परत् इत्यादिकं व्यवहारः भवति परत्वम् अस्ति इति कृत्वा. परत्वम् अस्ति इति कृत्वा एव वयं शब्दप्रयोगं कर्तुं शक्नुमः. तत् परत्वमेव कारणता भवति, कारणं भवति शब्दप्रयोगः कार्यं भवति. ज्ञाननिष्ठकार्यता निरूपितकारणता आशय शब्दप्रयोग शब्दप्रयोगनिष्ठकार्यता निरूपितकारणतायाः आशयत्वं परत्वं परत्वे इति कारणतायाः आश्रयः साक्षात् परत्वम् अस्ति. कारणता कुत्र अस्ति? परत्वे अस्ति. तर्हि कारणतायाः आश्रयः परत्वं, तर्हि परत्वे किम् अस्ति? परत्वम् आश्रयः अस्ति इति कृत्वा परत्वे कारणतायाः आश्रयत्वं परत्वे अस्ति. नाम लक्षणं कारणतायाः आश्रयत्वं परत्वे अस्ति. अतः परत्वमिति लक्ष्यं लक्षणं लक्ष्ये भवेत्. इदानीम् अतः एव एतत् सर्वम् उक्त्वा आचार्य लक्षणं भगिनी पूर्वम् उक्तवती परत्वं चैत्रे अस्ति, तत् नास्ति किल? परतत्वं चैत्रे परत्वम् अस्ति. चैत्रे परत्वमेव अस्ति, परत्वं चैत्रे अस्ति, चैत्रे अस्ति. न यदा वयं वदामः परः चैत्रः, तर्हि चैत्रः परः डजंट मैटर. चैत्रः परः चैत्रे यथा उन्नतः बालकः औन्नत्यम् अथवा उन्नतत्वं बालके, तर्हि त्वम् इति भाववाचकप्रत्ययः खलु? ओ आम् आम् आम् पुनः परत्वत्वम् इति अस्ति परत्वत्वम् इति जातिः भगिनि परत्वस्य जातिः परत्वत्वम् इति तर्हि तत्र नाम किञ्चित् वक्तव्यमस्ति नाम प्रकारतायाः अत्र किम् उक्तम् अवच्छिन्ना प्रकारता परत्वत्वम् इति अस्ति परत्वत्वेन अवच्छिन्ना अस्ति प्रकारता इत्युक्ते किं नाम एषा प्रकारता कुत्र कुत्र भवति एषा प्रकारता परत्वत्वम् अस्ति अत्र तत्र एव प्रकारता प्रकारता अस्ति अस्ति तत्र एव एषा प्रकारता अस्ति एषा विषये विशेषतः कुत्र कुत्र वर्तते यत्र चैत्रत्वम् अस्ति तत्र एव विशेषता वर्तते अतः विशेषता चैत्रत्वेन अवच्छिन्ना प्रकारता परत्वेन अवच्छिन्ना इति नाम अवच्छिन्ना नाम लिमिटेशन् सीमां रचयति अत्र एव भवति प्रकारता अन्यत्र नास्ति इति वदति अतः तत्र परत्वे यथा पुस्तकमस्ति चेत् नाम पुस्तकं कुत्र कुत्र अस्ति इत्युक्ते तत्र पुस्तकस्य जातिः अस्ति पुस्तकत्वं तर्हि तत्र तथैव अत्र परत्वस्य जातिः परत्वत्वम् अतः प्रकारता परत्वे सर्वत्र भवति इत्युक्ते तत्र परत्वत्वेन अवच्छिन्ना अस्ति इति रणलिनी भगिनी समीचीनं वा आम् आचार्य आमाम् अस्तु अतः तत्र वयम् इदानीं तत्र एतावत् किं कृतवन्तः तत्र आश्रयत्वम् इति तत् किन्तु आश्रयत्वं केवलं साधारण आश्रयत्वं न तत्र विशिष्ट आश्रयत्वं परत्वे वर्तते इति कृत्वा तदेव लक्षणरूपेण वयं स्वीकृतवन्तः अस्तु समीचीनं भगिनि अस्तु इदानीं तर्हि महोदय परत्वे परतत्वम् इति जातिः वर्तते किन्तु चैत्रे चैत्रत्वम् इति गुणः वा किमस्ति जातिः एव जातिः एव जातिः एव तत्रापि धर्मः धर्मः धर्मः वर्तते धर्मः नाम कदाचित् जातिः भवति कदाचित् तत्र धर्मः चैत्रः इति व्यक्तिः अस्ति कृत्वा तत्र धर्मः इति प्रायशः सम्यक् भवति किन्तु पुस्तकस्तु न जातिः अतः एव धर्मः इति उक्तवान् सत्यं भगिनि सत्यं सत्यम् अतः एव धर्मः इति समीचीनं भगिनि एकः एव अस्ति चेत् तत्र धर्मः इति एव वक्तव्यम् अतः चैत्रे चैत्रत्वम् इति धर्मः परत्वे परत्वत्वम् इति जातिः इति भवति अस्तु तर्हि तत्र नीता भगिनी तत्र वक्तुम् इच्छति वा तत्र अपरस्य लक्षणवाक्यम् अपरत्वम् इति कीदृशमस्ति तत्र चित्रं दृष्ट्वा वदामि वा भवतु तत्र किञ्चित् तत्र चैत्रस्थाने मैत्रः अपि तत्र इति स्थापनीयं तावदेव आमां अधुना अपरत्वम् अपरत्वम् अपरत्वम् आश्रयः अस्ति कारणतायाः तत् कारणता कीदृशी तत् कारणता यस्मिन् कार्यता अस्ति कार्यता निरूपितकारणता शब्दप्रयोगनिष्ठ या कार्यता निरूपितकारणता तस्य एव आश्रयत्वं परत्वे अस्ति अधुना शब्दप्रयोगः सामान्यदृष्ट्या शब्दप्रयोग न तत्र ज्ञानजनकशब्दप्रयोगः यदा भवति तदा एव तादृशः शब्दप्रयोगः निष्ठकार्यता निरूपिता कारणतायाः आश्रयत्वम् एव अपरत्वे अस्ति ज्ञानजनकशब्दप्रयोगः भवेत् ज्ञानजनकशब्दप्रयोगः कीदृश यस्मिन् कारणता यस्मिन् कारणता वर्तते कीदृशी कारणता कार्यता निरूप्यकारणता अधुना कार्यतानिरूपितकारणतायाः आश्रयः शब्दप्रयोगः यदा भवति चेत् एतादृशः ज्ञानजनकशब्दप्रयोगः निष्ठकार्यतानिरूपिताकारणतायाः आश्रयत्वम् एव अपरत्वे वर्तते. अधुना ज्ञानं प्रति गच्छामः. तत् ज्ञाने विषयद्वयं, ज्ञाने एक अपरत्वम् इति विषयः, मैत्रः इति विषयः. अधुना मैत्रे धर्मः अस्ति मैत्रत्वम्, अपरत्वे धर्मः, अपरत्वे जाति अपरतत्वम् इति वदामि वा, अपरत्वे जाति अस्ति अपरत्वत्वं, मैत्रे धर्मः अस्ति मैत्रत्वम्. अधुना अपरत्वत्वम् अवच्छिन्न, यस्य अपरतत्वम् एतस्य सीमां रचयति अवच्छिन्नता, तत् अपरत्वत्वम् अवच्छिन्नप्रकारतायाः आश्रयज्ञाने भवेत्. तथैव न प्रकारता इति विषयः, नाम प्रकारतनिरूपक ज्ञानम्. अस्तु, यथा कार्यता कारण तत्र निरूपकम् इति अस्ति. अत्र प्रकारता निरूपितज्ञानं, तथैव मैत्रत्वम् अवच्छिन्न विशेष्यता निरूपितः ज्ञानम्. तत्र मैत्रः अपरः इति वदामः चेत् मैत्रः इति विशेष्यपदम्, अपरत्व इति विशेषणपदं. तथैव तत्र मैत्रत्वम् अवच्छिन्न विशेष्यता निरूपितज्ञानं, तथैव अपरत्वत्वम् अवच्छिन्न प्रकारतानिरूपितज्ञानम्. अधुना तत्र कार्यता प्रति गच्छामः. तत्र एतादृशज्ञाननिष्ठकार्यतानिरूप्यकारणतायाः आश्रयः शब्दप्रयोगः, शब्दप्रयोगनिष्ठकार्यतायाः निरूपितकारणतायाः आश्रयत्वम् अपरत्वे भवेत् अस्ति. तदेव तादृश आश्रयत्वमेव अपरत्वस्य लक्षणम्. आम् एतादृश आश्रयत्वम् एव अपरत्वस्य, अपरत्वम् एतस्य लक्षणं भवेत् इति लक्षणं भवति. अपरत्वे एतादृश आश्रयत्वम् अस्ति, अन्यत्र नास्ति, अपरत्वे सर्वत्र वर्तते. अतः तत्र अव्याप्तिदोषः, अतिव्याप्तिदोषः, सम्भावनादोषः, किमपि असम्भावनदोषः, दोषराहित्यं, दोषत्रयराहित्यं वर्तते. अतः लक्षणम् इति स्वीकर्तुं शक्नुमः इति अस्ति इति. अस्तु, समीचीनम्. अत्र केवलम् अत्र किम् उक्तम् इत्युक्ते, तत्र किन्तु ज्ञानभेदेन विभिन्नप्रकारतायाः एव, नाम तत्र कीदृशं ज्ञानं परत्वे, तत्र सर्वदा एतादृश, किन्तु प्रकारता आश्रयभेदेन प्रकारतायाः भेदः अपि भवति. नाम यदा तत्र यज्ञदत्ते, यज्ञदत्तः परः इति वदामः चेत्, तदा परत्वं तत्र भिन्नः भवति, तर्हि प्रकारता भिन्ना भवति, यतोहि इदानीं यज्ञदत्ते अस्ति. अतः तत्र ज्ञानभेदेन विभिन्नप्रकारतायाः एव भवन्ति, तथापि व्याख्यासौकर्याय उक्तं. नाम तत्र परत्वम् इति गुणः एकः, तस्मिन् प्रकारता अस्ति, एका विधा प्रकारता इति एव मा चिन्तयतु. आश्रयभेदेन तत्र प्रकारता अपि भिन्ना भवति, यतोहि परत्वमिति गुणः इदानीं चैत्रे वर्तते, यज्ञदत्ते अस्ति चेत् तत्र आश्रयः भिन्नः, तस्मिन् परत्वमपि अस्ति, किन्तु तत् परत्वं भिन्नम् अस्ति इति. अतः तत्र केवलम् एकविधपरत्वम्, एकविध अपरत्वम् इति गुणः इति चिन्तयामः. यथा रूपम् इति चिन्तयामः, घटे अपि रूपम् अस्ति, पुस्तके अपि रूपम् अस्ति, तादृशम् अत्र परत्वं, परत्वे प्रकारता अस्ति, किन्तु आश्रयभेदेन भिन्नभिन्नप्रकारताः भवन्ति इति. अस्तु, तावदेव. अस्तु, तर्हि धन्यवादः. अपि तत्र अहं तत्र किं वक्तव्यमिति मया न ज्ञातं, किन्तु क्षम्यतां, तत्र विलम्बेन आगतवान् अहम् अस्मि, क्षम्यतां. तथा न इदानीं न भवति अग्रे. अस्तु, धन्यवादः, नमस्कारः.